नमः सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ऐ उन ऋक् एं ऐयवरट् लण् जपगणनं जपै गडदश् झपगडदश् खफचटत चटतौ कपै शषसर् हल् इति प्रत्याहारसूत्राणि तृति तत्पुरुषसमाससूत्राणि। गोमती भगिनी पठति वा? पठामि महोदय। सत्पुरुषाधिकारः तत्पुरुषः द्विगुश्च द्वितीयाश्रितातिरिधपतिरजतात्यष्टप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलह निपुणमिश्रश्लक्ष्मैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणम् चतुर्थी तदर्थार्थ वलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च त्वाङ्क्षेणच्छेदे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराण नवदिकेवलासमानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थयोरुत्तरपदसमाहारे च सङ्ख्यापूर्वो विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याख्रादिभिः सामान्यप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरणजघन्यसमानमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नन्यवशिष्टेनारण्या सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्चरैः पूज्यमानम् कतरकतमौजादिपरिप्रश्ने किं क्षेपे पोटा युवति स्तोककतिपय दृष्टिधेनुवशाह्वहे वेहद वृत्तयणीप्रवृत्तृक्षोष्कयणीप्रवृष्कयणीन पोटायुवति स्तोककतिपय दृष्टिधेनुवशा वेहद वष्टयणे प्रवृत्तु श्रोत्रियाध्यापक धूर्त्रैः जातिः प्रशंसावचनैश्च युवा खलति फलितवलिनज्जरदीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च दिव्योऽध्याये द्वितीयपादः पूर्वापराधरोत्तरमेकदेशीनैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थ तुर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमानिनानय ईषकृता षष्ठी याजकादिभिश्च ननिर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायां अधिकरणवाचिनाच्च कर्मणि च क्रीडकाभ्यां कर्तरि कर्तरि च नित्यं क्रीडा जीविकयोः कुक्कदिप्रादयः उपपदमध्येन अमैव व्ययेन तृतीया प्रभृतिम्यन्यतरस्यां वाच समासान्त अपि पठामि आम् आं भगिनि एकनिमिषं महोदय पेज् ओके कङ्कणताम् तत्पुरुषस्याङ्गुले सङ्ख्यया व्यव्यादेः अह सर्वैकदेशसङ्ख्यातः पुण्याश्च रात्रेः अनहोन्हयेदेभ्यः न सङ्ख्यादे समाहारे उत्तमैकाभ्यां च राजाः साघिभ्यष्टच्च घोरतद्धितलुकि आग्राख्यायामुरसः अनोषम् अनोष्माय अनोष्माय सां जातिसंज्ञयोः ग्रामकौताभ्यां च तक्ष्णः अदेशुनः उपमानाद्दा उपमानादप्राणिषु उत्तरमृगपूर्वाच्च सवर्धनः सक्तनः उत्तरमृगपूर्वाचक्सक्थनः नावोधिगोः अर्धाश्च खार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकच्छन्दसि ब्रह्मणो जानपदसाख्य जानपदाख्यायां कुमहद्भ्यामन्यतरस्याम् धन्यवादः भगिनि धन्यवादः महोदय प्रवर्तमानविषयमस्ति अत्र कर्तृकरणे तृतीया बहुलम् इति सूत्रे नखै निर्भिन्नः इति उदाहरणस्य किञ्चित् परिवर्तनं कृतमस्ति भगिनीना तत् पठित्वा अग्रिमसूत्रं प्रति गच्छामः रोहिणी भगिनी पठति वा नखै निर्भिन्नः इति नमस्ते नमस्ते नखैः भिन्नः नखभिन्नः नखैः भिन्नः वेदनक्रियायां नखाः करणम् अत्र करणार्थे तृतीया उपयुज्यते नखैः भिन्नः नखैः तृतीया विभक्तिः बहुवचनं नखशब्दस्य नखै भिन्नः इति निरुपसर्ग त्वाप्रत्ययमस्ति भिन्नः पञ्चम उदाहरणमस्ति उदाहरणसहितं तत् पठतु नखैः निर्भेदः नखनिर्भेदः नखैः निर्भेदः अत्र भिद् इति धातोः घञन्तरूपम् अस्ति भेदः इति सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्रापि समासः दृश्यते घञन्तरूपेण सामान्यतया समासः न भवति परन्तु सूत्रे बहुलम् इति उपयुक्तम् अस्ति तदा बहुलग्रहणेन समासः दृश्यते नखैः निर्भेदः नः निर्भेदः अत्र उपसर्गसहितभेदशब्दस्य पदं निर्भेदः उत्तरपदमस्ति कृत्वा तस्यापि बहुलग्रहणात् समासः भवति तत् सत् समर्थनार्थम् एकं परिभाषा अस्ति कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् परिच्छेदं पठतु खलु अत्र एका परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं नखैः निर्भिन्नः नखनिर्भिन्नः नखैः निर्भिन्नः अत्र नखनिर्भिन्नः इति समस्तपदं नखैः निर्भिन्नः इति व्यस्तप्रयोगः परिभाषायाः अर्थः अस्ति यत् सुदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति. परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति. व्यक्तम् अत्र भिन्नः अत्र कारकपूर्वकस्य तृतीया अस्ति अत्र करणकारकम् अस्ति तस्मात् कारकपूर्वस्य इति उपयुज्यते इति चिन्तयामि. अस्याः परिभाषया परिभाषा किं वदति? कृद्ग्रहणे इत्युक्ते कृदन्तग्रहणे गतिकारक अथवा गतिकारक गति गतिपूर्वकस्य कारकपूर्वस्य इति अन्वयं कृत्वा गतिकारकपूर्वस्य इति समस्तपदमस्ति. गतिपूर्वस्य कारकपूर्वस्य उभयोः अपि ग्रहणं भवतु इति परिभाषा वर्तते. इति कृत्वा तृतीयान्तकृत्पथस्य पूर्वं गतिसंज्ञकशब्द अस्ति अथवा कारकपूर्वशब्दम् अस्ति चेत् अपि करण कर्तकरणे तृतीया बहुलम् इति सूत्रेण तृतीया तत्पुरुषसमासः भवितुम् अर्हति इति परिभाषा स्पष्टीकरोति. इति कृत्वा गतिपूर्वकम् इति इत्युक्ते गति इत्युक्ते कः इति आगे अग्रन्थ प्रादिदेव उपसर्गाः सन्ति तेषाम् उपसर्गयोगेन गतिश्च इति सूत्रेण गतिसंज्ञापि भवति. इति कारणतः उपसर्गप्रादयः उपसर्गरूपेण गतिसंज्ञा भूत्वा ताप्रत्ययपूर्वम् उपस्थितं भवति कृत्वा गतिपूर्वकस्य इति भवति. तत्कारणेन तृतीयान्तकर्करणशब्देन अथवा तृतीयान्तकर्तृशब्दपदेन गतिपूर्वकस्य कृदन्तस्य अपि तृतीयतत्पुरुषसमासः भवति. पठतु भगिनि. अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्धेन सह समासः क्रियते. गतिः इति काचित् संज्ञा वर्तते व्याकरणे. गतिः इत्युक्ते उपसर्गः इत्यर्थः. गतिश्च इत्यनेन प्रादयः क्रियायोगे गतिसंज्ञः स्युः. प्रादिगणे एते द्वाविंशतिशब्दाः सन्ति. प्र पर अप सम् अनु अव निस् निर्दुस् दुर् वि आम् नि अधि अपि अति सु उत् अभि प्रति परि उप एते एव प्रादयः इत्युच्यते. प्रादयः क्रियायोगे गतिसंज्ञाः उपसर्गाः च स्युः. गतिपूर्वकस्य उदाहरणमस्ति नगैः निर्भिन्नः इति विग्रहे सति नगनिर्भिन्नः इति तृतीया तत्पुरुषसमासः सिद्ध्यति. कारकपूर्वस्य कृदन्तस्य उदाहरणमस्ति अवतप्ते नकुलस्थितम् इति. अवतप्ते नकुलस्थितम् इति स्थितम् इति भावे तप्रत्ययः. नकुलेन स्थितम् इति नकुलस्थितम् इति समासः. अस्य विषये अग्रे क्षेपे इति सप्तमी तत्पुरुषसमाससूत्रस्य प्रसङ्गे द्रक्ष्यामः. गतिसंज्ञा उपसर्गः अपि भवति. प्रादयः क्रियायोगे गतिसंज्ञका भवति. द्वाविंशति गतिशब्दाः अस्ति. क्षम्यतां, प्रातिगणे द्वाविंशतिशब्दाः सन्ति. ते क्रियायोगे गतिसंज्ञाकाः अपि भवन्ति. सम्यक्. गतिपूर्वकस्य उदाहरणमस्ति नगैः निर्भिन्नः. निर्भिन्नः इति पदे द्विशब्दस्य उपसर्गपूर्वकम् अस्ति. तत् गतिसंज्ञका अपि भवति. कृत कृत् ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति सूत्रेण अत्र समासः भवति. सम्यक्. नगैः निर्भिन्नं नखनिर्भिन्नः इति भवति. आं भगिनि. नकुलेन अग्रे पठिष्यामि. नगे निर्भिन्न इति कारणं परिचयमपि नघैः निर्भिन्नः नखनिर्भिन्नः इति तृतीया तत्पुरुषसमासः भवति. कर्तृकरणे कृता बहुलम् इति सूत्रेण नकारयोग विस् योग निर्योग भिन्नयोगसु इति अलौकिकविग्रहवाक्यम्। भिन्नः इति सुदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखलर्भिन्नः इति तृतीयतत्पुरुषसमासः भवति कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषायाः सहायेन। कर्तृकरणे कृता बहुलम् इति सूत्रेण गतिपूर्वग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषाया गतिपूर्वकस्य अपि समासः भवति। धन्यवादः धन्यवादः महोदय। अरुणा भगिनी, साधनेन कृतेति पादहारकाद्यर्थं तत्र तत्र पठतु। धन्यवादः महोदय। श्रूयते वा? साधनेन कृतेति पादहारकद्यर्थम्। अस्य अर्थः पादहारकः इत्यादीनां पदानां सिद्ध्यर्थसाधनस्य अथवा कारकस्य सुदन्तेन सह समासः दृश्यते। अर्थात् कर्तारं करणं च विहाय अन्यकारकाणि अपि सुदन्तेन सह समस्यन्ते। प्रकृतसूत्रे बहुलग्रहणात् तृतीयायन्तेन सह यः समासः इष्टः सः अन्यविभक्त्यन्तेन सह अपि सम्भवति। नवगतं प्रयत्नं करोमि। साधनेन कृतेति पादहारकद्यर्थम् अर्थमस्ति पादहारकः इत्यादीनां पदानां सिद्ध्यर्थसाधनस्य न अवगतं महोदय। सिद्ध्यर्थे किम् अर्थं महोदय? सिद्ध्यर्थम् इति पादहारक इति तृतीयतत्पुरुषसमाससिद्ध्यर्थम् इति पादानां सिद्ध्यर्थम् इति कृते अस्य अर्थः पादहारक इत्यादीनाम् अत्र इतर प्रत्ययौ साधने कृतेति पादहारकारकादि अर्थम् पादकारकादि अर्थम् इति पाद सन्धिं कृत्वा पादकारकाद्यर्थम् इति लिखितमस्ति। तदेव इत्र अत्र दत्तमस्ति पादहारकः इत्यादीनां पदानां सिद्ध्यर्थं। पदं किमस्ति? पादहारक। ओके, तत् पादहारक इति समस्तपदं कथं सिद्ध्यति? तत् साधनस्य अथवा तत् कारकस्य कृतन्तेन सह समासः दृश्यते। पादहारक इति समस्तपदं कथं निष्पिन्नं भवति इति अत्र तृतीया कर्तृकरणे तृतीया बहुलम् इति सूत्रेण कथं भवति इति स्पष्टीकरोति। अत्र पादहारक इत्युक्ते पादात् निर्भिन्न निष्कृतं पादत्रम्। दट् इस् यु हट् अण्डर्स्टाण्ड् पादहारक मीन्स् इट् इस् नाट् अ वन् हू स्टील्स् द फुड्। हियर् हारक मीन्स् सपरेटेड् फ्रम्, दट् इस् द मीनिङ्ग्। सो इट् इस् बिकम्स् अ विशेषणं फार् पादत्र विच् इस् द फुट् वेर्। So, padaharaka padatra means the shoe which has been removed from the leg. That is the meaning. Okay. So, for that, to get this bahula grahanat eva tatya tritiya tatpurusha samasa bhavati, even though padabhyam iti panjami दृश्यते, पादाभ्यां ह्रियते इति, न तु पादेन गृह्रियते तृतीय साधारणतया तृतीयसत्पुरुषसमासः भवति पादेन पादेन ह्रियते इति. बहुलग्रहणात् किं भवति, पञ्चमी अपि विशिष्टसमस्तपदं भवति. अत्र अन्य अर्था पादहारक इत्यादीनां पदानां सिद्ध्यर्थं साधनस्य सिद्ध्यर्थं साधनस्य अथवा कारकस्य साधनस्य इति साधनेन इति परिभाषया इति साधनस्य इत्युक्ते कारकस्य कृतेति इत्युक्ते कृतन्तेन सह समासः दृश्यते. कारकस्य कृतन्तस्य समासं समासं कृत्वा पादहारक इति पदं सिद्ध्यति. अर्थात् कारकं करणं च विहाय अन्यकारणानि अपि कृतन्तेन सह समास्यते इति. तत्र न कर्तारं नास्ति, करणम् अपि नास्ति. पादाभ्याम् इति न कर्ता भवति, न करणं भवति. तत्रापि क्रियते पादत्रः पादहारकः इति कृदन्तं, हारकः इति कृदन्तम् अस्ति. तस्य समासं भवति पादाभ्याम् इति पञ्चमी शब्देन सह. दट् इस् मीन्स् सी हियर् यू शुड् अण्डर्स्टाण्ड् नार्मलि कर्तृकरणे तृतीया बहुलं वि आर् डिफैन्ड् बै द कर्ता आर् द करणं शुड् बि इन् तृतीया देन् जायिण्ट् वित् ए समस्त कृत्वं वि गेट् ए तृतीया तत्पुरुषसमास. बट् इन् दट् देर् इस् अ वर्ड् बहुलं. नो, बिकास् आफ् बहुलं there are some special purposes where we are seeing such usages are used like padaharaka patrata padatra. Now in the padatra means shoes, the word padatra is shoes. Now padaharaka, normally when what is the we will think it is the ones the one who steals from the leg, no, from one who steals a food. But this haraka doesn't mean that it is a stealing, it is only removing. When it comes of removing, it is an apadana kriya. Because of apadana kriya, what is upadam will be a panjami. We have a padabhyam iti. धन्यवादः. धन्यवादः भगिनि. अतः ऐ रीड् इट् अण्ड् ऐ विल् एक्स्प्लेन् इट्. साधनेन कृतेति पादहारकादि अर्थम् अस्य अर्थपादहारकाः इत्यादीनां पदानां सिद्ध्यर्थं साधनस्य अथवा कारकस्य कृतन्तेन सह समासं दृश्यते. इत्युक्ते पादहारक इति पदनिर्माणसमये कारकस्य कृदन्तेन सह समासं दृश्यते. कारकं किम् इत्युक्ते पादः इति कारकस्य कृदन्तस्य हारक इति कृदन्तेन सह समासं दृश्यते. अर्थात् कर्तारं करणं च विहाय अत्र पादाभ्याम् इति न कर्तारम् अस्ति न करणमस्ति च विहाय अन्यकारकाणि अपि कृदन्तेन सह समास्यते. अत्र हारक इति कृदन्तेन सह करणं कारणं विहाय अपादान अवस्था यत् अस्ति तस्यापि कृदन्तेन सह समासं दृश्यते. प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तेन सह यः समासः दृष्टः सः अन्यविभक्त्यान्तेन सह अपि समासः भवति अपि सम्भवति. तत् अर्थमेव यथा पादाभ्यां ह्रियते, रिमूविङ्ग् फ्रम् द फुट्, तत्र ह्रियते इति क्रियाया हृ धातुतः हारक इति कृदन्तं भवति. पादाभ्यां ह्रियते इति पादहारकः इति समस्तपदं भवति. पात्रदः इत्युक्ते पादरक्ष फुट् फुट्वेर्. पादाभ्यां यत् पृथक् भवति शू टेकन् अवे फ्रम् द फुट्. हियर् नुवुल् तृचौ इति सूत्रेण नुवुल् प्रत्ययः सामान्यतया कर्त्रार्थे विहितः भवति. परन्तु कृत्यलुटौ बहुलम् इति सूत्रेण बहुलग्रहणात् नुवुल् प्रत्ययः कुत्रचित् कर्मणि अपि विहिता भवति यथा पारहारक इत्यर्थः. सो हियर् देर् आर् टु सूत्रास् विच् आर् बीङ्ग् रेफर्ड् टु. नुवल् तृचौ, दिस् सूत्र, वाट् डस् इट् सूत्र से? नुवल् एवं तृच् प्रत्ययाः सामान्यतया कर्त्रार्थं विहितः, लैक् पाठकः गायकः इति नुवल् प्रत्ययः अस्ति. तृच् प्रत्ययः वि हाव् सीन् तृच् प्रत्ययः वि आर् फेमिलियर् वित्. सो इन् दर्त् ताः वि गेट् अ ता अन्तम्. सो पठितः और् गतः, आल् दिस् वि गेट् द ता प्रत्ययः. सो नुवल् एण्ड् तृच् इति सूत्रेण कर्त्रार्थे विहितः. सो बिकास् आफ् देट् द ता तृत् प्रत्यय डिनोट्स् ए कर्तृपदम्. पाठकः मीन्स् वन् हू टीचर्स्, गायकः वन् हू सिङ्ग्स्. सो कर्त्रार्थे विहितः भवति. परन्तु कृत्यलुटौ बहुलम् इति सूत्रेण बहुलग्रहणात् नुवुल् प्रत्ययः कुत्रचित् कर्मणि अपि विहिता भवति. सो कर्मणि अर्थे इन् द क्रियासूचकपदम् अस्ति कृत्वा ह्रियते इति कृत्यलुटौ बहुलम् इति सूत्रेण हारकः नुवल् प्रत्ययं विदित्वा हारकः इति समस्तपदं भवति. इति कृत्वा हारकः इति अपि कृत् प्रत्ययं भवति करणार्थे, कर्तरर्थे नास्ति, करणार्थे. तस्य पञ्चमी पादाभ्याम् इति पदेन सह समस्यते कृत्वा पादहारकः इति रूपं सिद्ध्यति. इति सूत्रेण बहुलग्रहणात् नुवल् प्रत्ययः कुत्रचित् कर्मणि अपि विहिता भवति यदा पादहारकः इत्यत्र. प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते. नौ दिस् इस् एन् एक्सेप्शन् बिकास् आफ् द बहुलग्रहणात्. नार्मलि कर्तृकरणे तृतीया बहुलम् इति सूत्रे बहुलग्रहणम् अस्ति चेदपि कर्तृपदम् एवं करणपदं तृतीयान्तं भवेत् इति अदु वि आर् सीन् इट् टिल् नौ. बट् बिकास् आफ् स्पेशियल् बहुलग्रहणात् तृतीयान्तं विहाय अन्यविभक्तिषु अपि समासः दृश्यते. पादाभ्याम् इत्यत्र अपादाने पञ्चमी विभक्ति अस्ति यतोहि पादानि अवधिभूतानि सन्ति. तु अवधिभूतानि इत्युक्ते फ्रम् द एण्ड् आर् द फ्रम् वेर् इट् इस् बीङ्ग् रिमूव्ड् इस् द अवधिभूतम्. आफ्टर् दट् इट् इस् नो मोर् अटाच् टु द फुट् when it is being removed from the food. So that is why avadi bhutani is being told. So bada avati, so the removal ends with the removing of the shoes. So atra apadana arthe panchami vibhakti bhavati iti krutva padabhyam iti. So purvapadam bhavati atrapi samasah ishyate ityataha evam sutre बहुलग्रहणं कृतं. पादाभ्यम् इति पञ्चम्यन्तं, हारकः इति कृदन्तम् अस्ति. तदापि कर्तृकरणे कृता बहुलम् इति सूत्रेण एव समासः सिद्धः भवति. अत्र पञ्चम्यन्तम् अस्ति पूर्वपदम्. तृतीयान्तं विहाय बहुलग्रहणात् पञ्चम्यन्तं पूर्वपदं भवति. उत्तरपदं करणार्थे कृत्यलुटौ बहुलं, कृत्यलुटौ बहुलम् इति कृत्वा हारकः इति कर्मणि अर्थे विहितः अस्ति. इति कृत्वा पादाभ्यां हारकः इति कर्मणि अर्थे भूत्वा पादहारकः इति समस्तपदं भवति कृत्करणे कृता बहुलम् इति समस्त सूत्रेण एव समासः सिद्धः भवति. अवगतं वा? एनि क्वश्चन्स् आन् दट् गोमति भगिनि? No, no, no, Mahodaya. It's clear. It's clear, no? It's clear, yeah. Atra, Pushpa Bhagini? Patati va? Patati mishati va? Ek nimsham. Mahodaya, just 1 minute. मेन् सूत्रं सेस् नार्मलि वित् त प्रत्ययान्तेन एव भवति, तदर्थं स्वीकरणीयं न नार्मलि? नार्मलि इन् द जनरल् देन् ओन्लि इन् दिस् सूत्रम् ओन्लि कृत् प्रत्यय बहुलग्रहणात् देर् आर् एक्सेप्शन्स्. Yeah, that I understood this paribhasha, but our main sutram, when we say krita, we mean mainly krita only, isn't it? Yeah, that is what, no, but where they mentioned here. We use normally krita, but the paribhasha says... here it is mentioned, no, bhashyakarisya matanugrahena bahulam iti sabdasya prayogena सूत्रे कृत् इति शब्देन केवलं ता प्रत्ययान्तस्य एव ग्रहणं भवति. दट् इस् बिकास् पतञ्जलि भाष्यकार सेस् दट् इवन् दो कृता बहुलम् इति सूत्रे अस्ति चेत् अपि केवलं क्रा प्रत्ययस्य एव ग्रहणं भवति. अतः शतृशानच् इति शतृशानच् इति कृत् प्रत्ययः न भवन्ति. Atra paribhasha helps us in null grahane karmani arthe. Anantaram panchami vibhakti also. Because of the paribhasha. Kritr grahane gatikaraka purvasya vigrahanam bhavati. That is one. And then sadhanena kriteti padaharakadi artham. There are two paribhasha because of that. अस्तु भगिनि. एवमेव गले चोप्यते इति गले चोपकः मूविङ्ग् द नेक् न्युल् तृचौ इति सूत्रेण नुल् प्रत्ययः सामान्यतया कर्तृत्वे विहितः भवति परन्तु कृत्यल्युटो बहुलं इति सूत्रेण बहुलग्रहणात् नुल् प्रत्ययः कुत्रचित् अधिकारणार्थे अपि विहितः भवति. यथा गलेचोपकः इत्यत्र गले इति सप्तम्यन्तं गले सप्तम्यन्तं पदम् अस्ति. तथापि कर्तृकरणे कृता बहुलम् इति सूत्रेण एव समासः सिद्धः भवति. तत्तु तृतीयतत्पुरुषः एव न पञ्चम तृतीय पूर्वपदस्य विभक्तेः अलुक् भवति विभक्तेः अलुक् भवति. अमूर्धमस्तकात् स्वाङ्गादकामे इति सूत्रेण अमूर्धमस्तकात् स्वाङ्गादकामे अस्तु मूर्धमस्तक विद्युतात् स्वाङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुग् भवति. ओ एतद् सम्यक्तया विवरणं कृतम्. अर्थात् मूर्धाः मस्तकम् इति पदद्वयं विहाय स्वाङ्गवाचकात् उत्तरस्याः सप्तमी विभक्तेः अलुग् भवति. उत्तरपदे अलुग् भवति. काम इति उत्तरं पदं न स्यात्. अस्तु, स्वाङ्गं नाम स्वस्य अङ्गम् इत्यर्थः. नाम स्वस्य अङ्गम् इत्यर्थः स्व अङ्गम्. अस्तु, कण्ठे कालः अस्य कण्ठे कालः. अस्तु, मूविङ्ग् द नेक् गले चोपकः इति वदनेन गले चोप्यते इति वदति. अत्र नुल् तृचौ इति सूत्रेण नुल् प्रत्ययः सामान्यतया कर्तृत्वे विहितः भवति. तत्तु अत्र नुल् कुत्र आगच्छति? नुल् तु गोपकः चोपकः चोपकः न महोदय विहितः भवति. परन्तु कृत्यल्युटो बहुलम् इति सूत्रेण बहुलग्रहणात् रुल् प्रत्ययः कुत्रचित् अधिकारणार्थे अपि विहितः भवति. यथा गले चोपकः इति अत्र. अस्तु, हा तदेव इदानीं उक्तं न तदेव न इत्यत्र गले इति सप्तम्यन्तं पदमस्ति. गले तत्तु क्वैट् ऐ मीन् इट्स् गले इति सप्तमी अस्ति इति वयं थिङ्किङ्ग्. Sometimes the words don't come, I'm sorry. Tathapi kartrukarane kruta bahulam iti sutrena eva samasaha siddha bhavati. Gale iti saptami asti cheta api kartrukarane kruta bahulam iti sutrena samasaha bhavati iti vadati. Purva padasya vivaktehe aluk bhavati. Tad पूर्वपदस्य गले तु परे पूर्वपद अस्ति न? गले तु पूर्वपदमस्ति. सम्यक् समीचीनं. गले गलाः इति प्रथमान्तं प्रथम एकवचनं. गले इति सप्तमी एकवचनं. सप्तमी एकवचनस्य सप्तमी विभक्ति न लुक् भवति न? अलुक् नालुक् अलुक् न वदति. अलुक् अलुक् अलुक् इत्युक्ते न लुक् भवति. अस्तु अस्तु, ओ तदेव न. अमूर्धमस्तकात् स्वाङ्गात् अकामे. अस्तु, इति सूत्रेण तत्तु मूर्धमस्तकविवर्जिता. तत् मूर्धा मस्तकम् इति पदद्वयं विहाय स्व अङ्गवाचकात् उत्तरस्याः उत्तरपदं सप्तमी विभक्तेः अलुक् भवति. तदेव लुक् ऐ मीन् तद् तिष्ठति इति. काम इति उत्तरपदं न स्यात्. अकामे इति वदनेन काम इति उत्तरपदम् अस्ति चेत् अलुक् न भवति. सर्वे पदानि अलुक् भवति इति. काम इति काम इति उत्तरपदम् अस्ति चेत् न भवति इति. न अलुक् न भवति. स्व अङ्गम् इति वदनेन स्वस्य अङ्गं इति. कण्ठे कालः, अस्य कण्ठे कालः. हा, अत्र अत्रापि कण्ठे सप्तमी विभक्तिः अस्ति. कण्ठे कालः, कण्ठे कालः. अत्र दृश्य पश्यतु भगिनि, अमूर्तमस्तकात् इति पूर्वपदं, स्वाङ्गात् अकामे इति उत्तरपदम्. अमूर्तमस्तकात् इति सूत्रे मूर्धा मस्तक, न मूर्धा न मस्तकात् इति पदद्वयस्य समासं भवति अमूर्तमस्तकात् इति. इत्युक्ते मूर्धा मस्तकं विहाय स्वाङ्गं यदि कामपदम् उत्तरपदं नास्ति इति कृत्वा, स्वाङ्गात् अकामे, अकामे इत्युक्ते न काम, न कामे, स्व अङ्गात् इति पञ्चमी विभक्ति इति अस्ति. स्व अङ्गात् इति पञ्चमी विभक्ति कृत्वा स्व अङ्गात् उत्तरस्याः सप्तम्याः अकामे उत्तरपदे अलुक् भवति इति. अकामे, तदेव अकामे, काम इति अस्ति चेत् न अलुक् न भवति. आम्, धन्यवादः भगिनि. नमस्ते मोक्षा भगिनि, चिन्ता नास्ति. अत्र गले चोपकः इति तृतीयान्त तृतीयतत्पुरुषसमासः कथं भवति इति पश्यामः. गले चोपकः, गले चोपकः, चोपकः इति चोप इति नुवल् प्रत्ययान्तेन युवर् अणोकौ इति कृत्वा चोपकः इति कृतन्तं भवति उत्तरपदम्. गले इति अङ्ग, स्व अङ्गपदमस्ति, तस् पूर्वपदं भवति. पूर्वपदस्य विभक्ति न लुक् दृश्यते, अलुक् इति अवस्था अस्ति. अलुक् इति कथं भवति इति अमूर्धमस्तकात् स्वाङ्गात् अकामे इति सूत्रेण भवति इति अधोभागे दत्तमस्ति. तत्पूर्वम् अत्र कृत्करणे तृतीया बहुलम् इति बहुलग्रहणात् अत्रापि यदा पूर्वं पञ्चमी विभक्तिम् उपयुज्य पादहारकः इति समस्तपदं यथा भवति अभूत्, तत्र अथापि अत्रापि गले चोपकः इति सप्तम्यन्तपदं नुवल् प्रत्ययान्तपदस्य योजनेन तृतीयतत्पुरुषसमासम् अभवत्. किं कारणम् इति कृत्वा सूत्रम् अत्रापि समानमेव, नुवल् नुवल् तृचौ एवं कृत्य लुटौ बहुलम्. इन् पूर्व उपस्थित उदाहरणे कर्मणि बहुलग्रहणात् कृत्य लुटौ बहुलम् इति सूत्रं बहुलत्वाने कर्मणि अर्थे विहितं भवति. पादात् इति पादाभ्याम् इति कर्मणि विहितः. अत्र सप्तमी अस्ति, गले इति सप्तमी बहुलग्रहणात् नुवल् कुत्रचित् अधिकरणार्थे, पूर्वं कर्मणि इति अर्थं सिद्ध्यति बहुलग्रहणात्, अत्र बहुलग्रहणात् अधिकरणार्थं सिद्ध्यति. सूत्रम् उभयत्र एकमेव सूत्रम्, एक सूत्रद्वयं समानमेव, नुवल् तृचौ एवं कृत्य लुटौ बहुलम्. अत्र नुवल् तृचौ कृत्यौ बहुलम् इति पञ्चम्यन्तं ह्रियते इति हारकः इति पदस्य कर्मण्यर्थं विहिता भवति. अत्र चोपकः इति कृतन्तस्य कृत्य लुटौ बहुलम् इति सूत्रे अधिकरणार्थे गले इति पूर्वपदस्य समासं क्रियते इति. गले इति अत्र पञ्चमी विभक्ति लुक् दृश्यते, पादाभ्याम् इति, पादाभ्याम् इति भ्याम् इति पदस्य वर्णानां लुक् भूत्वा पादहारकः भवति, किन्तु अत्र गले इति एकारान्तं सप्तम्यन्तम् एकवचनं न लुक् भवति केन कारणेन इति पृच्छ्यते सति अमूर्धमस्तकात् स्वाङ्गात् अकामे इति सूत्रेण लुक् न भवति. अत्र मूर्ध अथवा मस्तकात् न मूर्धात् न मस्तकात् इति कृत्वा अमूर्धमस्तकात् इत्युक्ते मूर्धमस्तकं वर्जितात् अन्य अङ्गात् उत्तरस्य अकामे न उत्तरपदं काम अस्ति चेत् अलुक् समासं भवति इति कृत्वा गले इति अलुक् भूत्वा चोपकः इति उत्तरपदस्य कृत् प्रत्ययान्तपदस्य सहितं समासं कृत्वा गले चोपकः इति कृत्करणे कृतिया बहुलम् इति सूत्रेण एव भवति इति दत्तमस्ति. इवन् हियर् दिस् इस् ए एक्सेप्शन्. हियर् इट् इस् अ सप्तमी वन्, इन् द एर्लियर् वन् इट् इस् अ पञ्चमी वन्. But both, even though the first word is Panjami and Saptami, both are making Tritiya Tatpurusha Samasa only because in the Sutra there is Krit Karane Krita Bahulam Iti Bahula Grahanat. These exceptions are happening. Avagatam ba? Prashna no chet, then we can go to the नेक्स्ट् सूत्र. उषा भगिनी पठति वा कर्तरीकरणे च? आम् महोदय. कर्तरीकरणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीया तत्पुरुषसमासः भवति. स्तुतिविषये नो चेत् निन्दार्थकविषये. कर्तरी च करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह या तृतीया तत्पुरुषसमासः भवति. स्तुतिविषये नो चेत् निन्दार्थकविषये. कृत्यैरधिकार्थवचने कर्तृकरणयोः या तृतीया तदन्तं सुबन्तं कृत्यैः सह समस्यते. अधिकार्थवचने समस्यते. अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासः भवति. ओके. कर्तृकरणे कृता बहुळं, कर्तरी तृतीया, करणे तृतीया, कर्तृकरणयोः या तृतीया तदन्तं सुबन्तं कृत्यैः सह समस्यते. अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासः भवति. ओके. अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः तव्यतव्यानीयरः इत्यस्मात् सूत्रात् आरभ्य ण्वुल्तृचौ इति सूत्रपर्यन्तं ये प्रत्ययाः उक्ताः ते सर्वे कृत्यप्रत्ययाः सन्ति. अर्थात् तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्तकृत्यप्रत्ययाः सन्ति. एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति. अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये. अधिकार्थवचने इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये किमपि आरोपितम् अधिकं वदनम् अधिकार्थवचनम् इत्युच्यते. ओके. अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये किमपि आरोपितम् अधिकं वदनम् अधिकार्थवचनम् इत्युच्यते. स्तुतिनिन्दाप्रयुक्तम् अध्यारोपितार्थवचनम्. स्तुतिनिन्दाप्रयुक्तम् अध्यारोपितार्थवचनम् अधिकार्थवचनम्. पूर्वसूत्रेण अयं समासः प्राप्यते चेत् चेदपि पाणिनिना पृथक् सूत्रं कृतं, यतोहि नियमार्थम् इदं सूत्रम्. पूर्वसूत्रेण अयं समासः प्राप्यते चेदपि पाणिनिना पृथक् सूत्रं कृतं, यतोहि नियमार्थम् इदं सूत्रम्. अधिकार्थः अध्यारोपितार्थः. तस्य वचनम् अधिकार्थवचनं. तस्मिन् अधिकार्थवचने षष्टि तत्पुरुषः कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तमीयान्तं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सहसुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः अस्ति तत्पुरुषः इत्यस्य अधिकारः कर्तृकरणे कृता बहुळम् इत्यस्मात् सूत्रात् कर्तृकरणे बहुळम् इति अनयोः अनुवृत्ति कृता इस् नाट् अनुवृत्ति तृतीया तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुळं तत्पुरुषः समासः सूत्रं कृत्यैर् अधिकार्थवचने कृत्यैर् अधिकार्थवचने इति सूत्रः तत्पुरुषसमासः अधिकारे अस्ति कृत्यै अनुवृत्तिसहितसूत्रं कर्तृकरणे कृता बहुळम् इति सूत्रेण पूर्वसूत्रेण कर्तृकरणे इति अनुवृत्तिः भवति कर्तृतृतीयान्तं पदम् अथवा करणतृतीयान्तं पदं कृत्यैः सह कृत्यप्रत्ययेन अन्तपदस्य तृतीया तत्पुरुषसमासः समस्यते बहुळम् इत्यपि अनुवृत्तिसहितम् आगच्छति अधिकार्थवचने कृत्यैप्रत्ययान्तं पदं कृत्यैप्रत्ययः इति कृत्यप्रत्ययः तव्य तव्यत् अनियर् ण्यत् यत् ख्यप् खेलिमर् इति सप्तप्रत्ययाः कृत्प्रत्ययाः तदन्तस्य पदं कृत्यप्रत्ययान्तपदं सो कर्तृतृतीया अथवा करणतृतीयान्तं पदं तव्य तव्य अनियर् इति सप्तप्रत्ययाः अन्ताः पदस्य सह समस्यते कृत्यप्रत्ययाः तव्यतव्य अनीयर् इत्यारम्भात् नुवल्तृचौ इत्यस्य पर्यन्तसूत्रं ये प्रत्ययाः सन्ति सर्वे कृत्यप्रत्ययाः अपि भवति सप्तप्रत्ययाः एव इन् बिट्वीन् देर् ऐ डोण्ट् नो सप्तप्रत्ययः कृत्यैर् अधिकार्थवचने अधिकार्थवचनम् इत्युक्ते स्तुतेः अथवा निन्दाविषये किमपि आरोपितम् ऐ अण्डर्स्टाण्ड् बट् वाट् इस् अधिकं वदनं मीनिङ्ग् मोर् इस् सेड् ओके वदनम् ओके ओ दट् ओके किमपि आरोपितम् अधिकार्थवचने इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये स्तुतिविषये अथवा निन्दायाः विषये किमपि आरोपितं वचनम् अधिकार्थवचनं वाट् एल्स् इस् देर् कर्तृकरणे तृतीया सुप् कर्तृ या तृतीयान्तं पदम् अथवा करणे या तृतीयान्तं पदं तृतीया सुप् कृत्यैः सुब्भिः कृत्यै प्रत्ययाः अन्तपदस्य सह समस्यते अधिकार्थवचने इत्युक्ते स्तुति अथवा निन्दाविषये किमपि उक्तं चेत् आरोपितं चेत् अधिकार्थवचनं बहुळम् इत्यस्य अनुवृत्तिः पूर्वसूत्रेण भवति बहुळम् इत्यस्य क्वचित् प्रवृत्तिः क्वचित् अप्रवृत्तिः क्वचित् ऐ डोण्ट् नोट् आं महोदय इन् वेरियस् वेस् कुत्रचित् तत्पुरुषसमासः From this sutra it comes, otherwise sometimes it doesn't come, and there are some exceptions. Lot of different exceptions. अत्र पश्यतु भगिनि, कृत्यैर् अधिकार्थवचने पदद्वयमस्ति. कृत्यैः इति तृतीयान्तम्, अधिकार्थवचने इति सप्तम्यन्तम्. अधिकार्थवचने इति सप्तम्यन्तम् इति परनिमित्तसप्तमी नास्ति, विषयसप्तमी अस्ति अत्र इति कृत्वा अधिकार्थवचने विषये कृत्यै इति कृतन्तम् कर्तृकरणे कर्त्रार्थे अथवा करणार्थे तृतीयान्तसुबन्धेन सह बहुलग्रहणात् भिन्न समस पदं निष्पन्नं भवति इति सामान्य ज्ञानम्. अतिकृत्यै इत्युक्ते किं? पूर्वसूत्रे कृत् इति अर्थम् अस्ति, तत्र ता प्रत्ययस्य उल्लेखः अस्ति. यतोहि ता प्रत्ययः उल्लेखः अस्ति चेदपि रूपद्वयं वयं दृष्टं, यथा नुवल् प्रत्ययस्य सहितमपि कर्तृकरणे कृत्या कृतादघुलम् इति सूत्रेण बहुलग्रहणात् चोर गले चोपकः अथवा पातहारकः इति सूत्र पदद्वयं कथं निष्पन्नं भवति इति वयं दृष्टवन्तः. अत्र कृत् प्रत्ययं विहाय कृत्यै कृत्या कृत्यै इत्युक्ते किं? कृत्यै इति संज्ञा अस्ति. कृत्यै संज्ञा किं वदति? सप्त कृतन्तव्य तव्यत् अनियर् न्यत् यत् इक्यप् केलिमर् एते सप्त कृत् प्रत्ययाः सम्पूर्ण संज्ञा भवति कृत्या इति. त्या प्रत्यया ते सर्वे कृत् प्रत्ययाः सन्ति इति कृत्वा तव्यप्रत्ययस्य अन्यनाम अस्ति कृत्या. तव्यत् प्रत्ययस्य अपि कृत्या नाम अस्ति. अनियर् अपि कृत्या अन्तर्गतमस्ति. न्यत् अपि तत् कृत्या अन्तर्गतमस्ति इति कृत्वा सप्त प्रत्ययः कृत्या भवति. अतः कृत्यैः इत्युक्ते यदि तव्यत् प्रत्ययं तव्यप्रत्ययं तव्यत् प्रत्ययम् अनियर् प्रत्ययं न्यत् न्यत् क्यप् केलिमर् एते कोऽपि प्रत्ययाः उत्तरपदमस्ति चेत् अपि च अधिकार्थवचनग्राह्यम् अस्ति इत्युक्ते निन्दाया या स्तुति भवति अर्थं विषयं तत्र कर्ता तृतीयान्तं भवतु या कर्मकरणं तृतीयान्तं भवतु एते कृतन्तेन सह बहुलग्रहणात् तृतीया तत्पुरुषसमासः भवति इति अनुवृत्तिसहितसूत्रं पश्यते चेत् कर्तृ तृतीयान्तपदं करणतृतीयान्तपदं सुबन्धं कृत्यै इति सप्त कृत्प्रत्ययाः सुबन्धं भूत्वा अधिकार्थवचनार्थे अधिकार्थवचनार्थे इत्युक्ते स्तुति या निन्दा अर्थे तत्पुरुषसमासः तृतीयतत्पुरुषसमासः भवति बहुलग्रहणात् बहूनि रूपाणि अपि भवितुमर्हति इति अनुवृत्तिसहितसूत्रस्य अर्थमस्ति. पुनः वदामि, कर्तृपदं तृतीयान्तपदं भवेत्, करणपदं तृतीयान्तं भवेत्. कृत्यै इत्युक्ते सप्त कृत्प्रत्ययाः सुबन्धं कुर्यते चेत् तत् कृतन्तपदं कर्तृपदेन सह अथवा करणपदेन सह यदि स्तुतिनिन्दावचनविषये उपयोज्यते चेत् तृतीया तत्पुरुषसमासः भवति. अवगतं वा? आं महोदय, आम्. अरुणा भगिनी अवगतं वा? आं महोदय. सामान्यतया कृत् प्रत्यय कर्तुकरणे तृतीया कृत्य इति अस्ति चेत् पदं व्याप्तमस्ति. तव्या तव्यत् अनियर् सप्त प्रत्यया प्रत्ययाः सुपन्तेन सह निन्द अरस्तुति अर्थे बहुल विविध बहूनि रूपाणि भवितुं शक्यते. आं महोदय, अवगतं महोदय, धन्यवादः. वदतु, बहु विलम्बेन आगतवती अपि न चिन्ता नास्ति. अनुवृत्तिसहितस्य उत्तरस्य अर्थं वदतु भगिनि. हा, कर्तृकरणे तृतीया सुकृत्यैः सुभिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः. यदा तत्पुरुषसमासे विषये सामान्यतया सूत्रं विस्मरामि, कर्तृकरणे कृता बहुलम् इति सामान्यसूत्रमस्ति इति अधुना सूत्रम् अहं विस्मरामि महोदय, इति परिच्छेदस्य सूत्रं किं मुख्यसूत्रम् इत्युक्ते कर्तृकरणे कृता बहुलं. हा, कर्तृकरणे कृता बहुलम् इति इत्युक्ते इति सामान्यसूत्रमस्ति तत्पुरुष अधिकारे. किन्तु अधुना यदि कृत् सप्त कृत् प्रत्यया अन्तर्भूता यत् दत्तम् अस्ति चेत् अपि च अर्थविशिष्ट अर्थ विशिष्ट अर्थ अस्ति इत्युक्ते निन्दार्थक स्तुति स्तुत्यर्थक अस्ति चेत् इति सूत्रं कर्तृकरणतृतीयान्तेन सुबन्तेन सह समस्यते इति. आं भगिनि, क्षम्यतां महोदय, दिनं शक्यते न सर्वदा एकं पूर्वमपि उक्तमस्ति, अनुवृत्तिसहितसूतं पदं विच्छेद्य एकैकं पदस्य किम् अर्थे उपयोगं भवति इति अवलोकनं चेत् सम्पूर्णसूत्रस्य अर्थं भवति. अनुवृत्तिसहितसूत्रं किं वदति? कर्तृकरणे तृतीया सुप् इति प्रथमं भागम्, इत्युक्ते कर्तृपदं तृतीयान्तं सुप् भवतु, करणपदं तृतीयान्तं सुप् भवतु इति पूर्वपदम्. उत्तरपदमस्ति कृत्यै सुभि सह. कृत्यै इत्युक्ते सप्त कृत्प्रत्ययाः, सुप् भवति सुबन्धं भवति कृत् योजनेन. कृत् सर्वदा धातुतः योजित्वा एव सुबन्धं भवति, इत्युक्ते कृत्यै इति सप्त कृत्प्रत्ययाः धातुभ्यः विहितः कृत्वा सुब्भि भवति, इत्युक्ते पूर्वपदं कर्तृपदं कृणपदम् उत्तरपदं कृत्पद कृदन्तपदं केवलं सप्त कृदन्तपदम्. अधिकार्थवचने इत्युक्ते स्तुतिनिन्दार्थवचने विषये, स्तुतिनिन्दार्थविषये सप्तपुरुष तप्तपुरुषः समासः भवति इति मुख्यम् अस्ति. बहुलम् इति उक्तत्वात् व्यस्त अन्यरूपाणि अपि दृश्यते. तत् अत्र न वक्तुम् अत्र तत्र तस्य तु प्रसक्तिः अत्र नास्ति, केवलम् अवलोकनम् अन्तर् अति बहुलस्य चिन्तनमस्ति चेत् मनसि ये भवति व्यस्तप्रयोगं व्यस्तप्रयोगं बहुल बहुलप्रयोगम् अपि दृष्टुं शक्यते इति. मुख्यसूत्रम् इत्यस्ति कर्तृकरणे तृतीया स्कृत्यै सुभि निन्दास्तुतिविषये तत्पुरुषसमासः भवति इति. सर्वदा अनुवृत्तिसहितसूत्रस्य सम्पूर्ण अर्थं मनसि एकवारं स्थापति चेत्, यदि सूत्रं न स्मरामि स्मरति चेदपि सूत्रार्थं तु अवगम्यते. आं महोदय, धन्यवादः, अवगतः. अत्र पठतु, कृत्यप्रत्ययः कर्मपदे कर्भावर्थे च भवन्ति इति. आम् आं भगिनि. कृत्यप्रत्ययाः कर्मार्थे भावार्थे च भवन्ति. तव्यत् तव्य भवितव्यं कर्तव्यं पठितव्यं गन्तव्यम्. अनीयत् भवनीयं करणीयं पठनीयं गमनीयं. यत् भाव्यं कार्यं कृत्यं पेयं थेयं नेयं ज्ञेयं देयं श्रव्यं. ण्यत् पाठ्यं गम्यं दृश्यं लेख्यं ग्राह्यं प्राप्यं. क्यप् ब्रह्मवद्यं शिष्यः आदृत्यः स्तुत्यः ब्रह्महत्या अश्वहत्या ब्रह्मभूयं देवभूयं. केलिमर् उपसंख्यानम् इति वार्तिकेन विधीयते. पचेलिमाः माशाः. छिदेलिमः भिदेलिमः दले दहेलिमः. इति सप्त सप्त कृदन्तरूपाणि दत्तमस्ति. अत्र केलिमर् इति पाणिनिसूत्रे नास्ति इति कृत्वा सूत्रे षट् प्रत्ययाः एव दृश्यते सूत्रे. किन्तु वार्तिकेन केलिमर् अपि उपसङ्ख्यानम् इति कृत्वा सप्त कृत् प्रत्ययाः भवति. तव्यत् तव्य इति उभयोः रूपं समानं दृश्यते. भवितव्यं कर्तव्यं पठनीय पठितव्यं गन्तव्यम्. अनीयर् इति भवनीयं करणीयं पठनीयं गमनीयं. यत् भाव्यं कार्यं कृत्यं पेयं स्थेयं स्नेयं ज्ञेयं देयं श्रव्यं. ण्यत् प्रत्ययस्य अस्ति पाठ्यं गम्यं दृश्यं लेख्यं ग्राह्यं प्राप्यं. क्यप् प्रत्ययस्य ब्रह्मवद्य वद्यं शिष्या आदृत्य स्तुत्यः ब्रह्महत्या अश्वहत्या ब्रह्मभूयं देवभूयम् एवं. केलिमर् इति तान्त्यप्रत्ययस्य पचेलिमा छिदेलिमा बिदेलिमा देहेलिमा इति. एते सर्वाः भा कर्मार्थे अथवा भावार्थे च एवं भवन्ति, न तु प्रातिपदिकार्थे इति नामार्थे. कर्मार्थे अथवा भावार्थे, कर्तरार्थे न भवति, केवलं कर्मार्थे अथवा भावार्थे एव भवति इति कृत्वा कृत्यै इति अनुवृत्तिसहितसूत्रे कृत्यै इति भावार्थकार्य अथवा कर्मार्थसुबन्धेन सह कृत्वा तथैव स्तुतिनिन्दाविषये तत् कर्मरूपेण अथवा भावरूपेण कर्ता अथवा करणस्य सह समासः भवति. अपि अवगतं वा अधुना? आं महोदय, अहं तु कियप् केलिमर् ण्यत् अपि यत् तेषां विषये न जानामि किमपि. आम् चिन्ता मास्तु, तत् एते सर्वे कर्मार्थे अथवा भावार्थे च एव भवति. अतः एकम् उदाहरणमस्ति, तदपि पठित्वा रोहिणी भगिनी पठति वा वादेन चैद्यं तृणम्. महोदय, यदा वादेन चेद्यं तृणं वादच्छेद्यं वादेन चेद्यं वायुना तृणम् अच्छिद्यते वादेन चेतुं योग्यं तृणम् इत्यर्थः. कोमलत्वेन स्तुतिः, दुर्बलत्वेन निन्दा च इदम् उभयं समासेन यत्र गम्यते तत्र एव अयं समासः इति विशेषः. तृणस्य अत्यन्तकोमलतां वक्तुं नो चेत् अत्यन्तदुर्बलत्वं वक्तुम् अधिकार्थवचनम् अस्ति. वादच्छेद्यम् इति समासः स्तुतिः निन्दा द्वयोः अपयोः उदाहरणमस्ति. वादच्छेद्यम् इति स्तुतेः उदाहरणमस्ति. तृणस्य तादृशकोमलता अस्ति इत्यतः वायुना सुलभेन अच्छिद्यते. वादच्छेद्यम् इति निन्दायाः उदाहरणमपि अस्ति, अर्थात् तृणम् अत्यन्तदुर्बलम् अस्ति इत्यतः वायुना सुलभेन अच्छिद्यते. वादेन चेद्यमत्र स्तुति निन्दद्वयोः अपि उदाहरणमस्ति. वादेन चेद्यं तृणम् अतीव कोमलम् अस्ति इति चेत् अत्र स्तुति अस्ति, अत्यन्तं दुर्बलं चेत् अत्र निन्दा अस्ति. वादच्छेद्यम् इति स्तुतेः उदाहरणमपि अस्ति, निन्दायाः उदाहरणमपि अस्ति. वादयोगट्टा योगच्छेद्य योग इति अलौकिकविग्रहः. छिद् धातुतः कृत्यशब्दः कः ण्यत् प्रत्ययः विधीयते चेत् छेद्यम् इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति. समासे छे च इति सूत्रेण हस्तस्य तुग आगमः भवेत् भवति छे परे. चित् धातुः कृत्यसप्तकः ण्यत् प्रत्ययः विधीयते चेत् छेद्यमिति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति. समासे छे च इति सूत्रेण हस्तस्य तुग आगमः भवेत् भवति भवति भवति वादयोगत्तुक् योगच्छेद्यं वादः योगत् योगच्छेद्यं वादच्छेद्यं वादत् छेद्यं जनान् दशोन्धे इत्यनेन जष्टं तोश्चुनाश्चुः इति सूत्रेण श्चुत्वं गरीच इत्यनेन चर्तं च भवति. अतः वादच्छेद्यम् इति समासः भवति कृत्यैः अधिकार्थवचने इति सूत्रेण. अत्र सूत्रे कृत्यैः कृत्यप्रत्ययान्तैः शब्दैः अधिकार्थवचने तृतीयासमासः भवति. अत्र कृत्यप्रत्ययः सप्त कृत्यप्रत्ययशब्दः, तेन अन्तशब्देन तृतीयसमासः तत्पुरुषसमासः भवति. कृत्यान्तवचनेन कृत्यप्रत्ययान्तेन शब्देन सह चेद्यः चेद्यः इति चेद्यः इति ण्यत् प्रत्ययः अस्ति. ण्यत् ण्यत् प्रत्ययः अस्ति कृत्वा चेद्यः इति भावार्थशब्दमस्ति. वन् दट् केन् बि कट् इट्स् अ भावप्रत्ययः. महोदय, ऐट् केनाट् बि ण्यत्. ण्यत् भवति चेत् तत्र वृद्धिः भवति. ऐ थिङ्क् इट् मस्ट् बि यत् बिकास् आर्थिकाधिकं गुणं भवति तु छिदु छेद् भवति. इफ् इट् इस् ण्यत् इट् अधिकं छैद् इट् हेस् टु बि यत् ऐ थिङ्क्. यत् इस् फर् राजन्तदातु भगिनी ऐ थिङ्क्. ओके, देन् इफ् ण्यत् कम्स् वृद्धि शुड् कम् नो because there is yeah vritti should come but then maybe there is some exception so that the vritti is not taken. There is a sutra, there is a sutra called r halante ruhalor nyat. yeah बिकास् इस् द हलन्तं ऋ हलन्तम् इति कृत्वा ण्यत् एव भवति. इप् इति अजन्तम् अस्ति चेत् देन् यत् भवति अचोयत्. सो बिकास् इट् इस् हलन्तं दट् इस् वै ण्यत् कम्स्. बिकास् ण्यत् कम्स् देन् द प्रक्रिया whether there is any apavada for the vriddhi achoniti. What is achoniti? Achoniti should bring in the vriddhi. Yes. But achoniti is prabhadya koi bhi sutram asti va? Yes, samadhar sutri. Apavada sutram there, it is not there. Tattita mata upadaya. अहं न जानामि महोदय. जस्ट् सी द एक्साम्पल् आफ् ऋहलोर् ण्यत. ऐ डोण्ट् हेव् एनिथिङ्ग् वित् मी हियर् नौ. केन् यु गिव् मी सम् एक्साम्पल्स् वाट् एवर् इस् गिवन् इन् द सूत्र. Nyat comes only for Ajanta Dhatus, Thagni. Yat comes only for Ajanta Dhatus. Yat comes only for Ajanta. For Ajanta Dhatus, yeah. See, Payam for Pa, like Pa Dhatu. And yeah, yeah. Ruhalor Nyat, I'm looking. Rinalo Karyam comes, no? Kr Yoga. Yeah, Kr. Karyam comes, okay. I know Karyam. See, this is the sutra 31-124. Ruhalor nyat tyajyam. Yes. Alanta dhatu. Karyam varshyam. Right, right. Now, karyam ityukte kru yoga hanyata. तत्र वृद्धिः हेस् हेपेन्ड् नु कार्यं त्याज्यं वर्ष्यं वर्ष्यं द वृद्धि ओ वृष्यम् ओके वृष्य नो नो वृष्य वेर् इस् महोदय वार्ष्यम् आर् वर्ष्यं वाट् इस् देट् युगलोर् न्यस्त वर्ष्यं नो यु जस्ट् नो शोड नियर् द कार्यम् आर् सिद्धान्तकौमुदी चोस् ऋहलोर् ण्यत् देन् कार्यम् देन् वर्ष्यं लघुसिद्धान्तकौमुदी चोस् कार्यं हार्यं दार्यम् सिद्धान्तकौमुदी बिफोर् What is Varshyam? Varshyam. There it doesn't look like... It has to be Varshadhatu, no? Varshadhatu. Yeah, there it doesn't look like Vriddhi has happened. Yeah, Vriddhi has not happened anywhere. No, it has happened. What about Karyam, Dharyam? Yeah, some it happens. Some, I think somewhere it will... maybe there no, is... No, Kr... Kr is... अजन्तं सो अचौन्यति हेपन्ड् वर्ष इत्यत्र उभधायाः दीर्घं वर्ष सो दर् इस् उभधा इस् रकारः इट् केनाट् हेपन् सो अचौन्यति केनाट् हेपन् उभधायाः दीर्घ आल्सो केनाट् हेपन् इन् द केस् आफ् दिस् अन्यत् हियर् वित् वर्ष णान्तात् हलन्तात् धातोः ण्यत् ओके कार्यं हार्यं ण्यत् So what is this? Panav Srujer Nirvriddhi Bhashyam. No. कोलर् गोम्ति भगिनी ऐ चेक् अण्ड् कम् बेक् टु यु आन् दिस् हा थेङ्क् यू धन्यवादः महोदय बिकास् आफ् नित् नित् बिकास् नित् अस्ति कृत्वा अचोनिति ईस् आस्किङ्ग् फार् अ वृद्धि बट् द वृद्धि इस् नाट् हेपनिङ्ग् वेर् अस् हियर् यु केन् सी उपदा गुणम् हेस् हेपन्ड् नो चेद्यम् That is because, Mahodaya, Nyatta ityukte tatra... Ardhadatukam. No, if it is Yatta, gunam can happen. Sorry. Haan, Pugandala Upadasya cha Suprena. If it is Nyatta, Upadayaha Vriddhi Bhutva, no, it cannot happen, Mahodaya. No. Nyatta cannot happen. This comes in Ardhadatukhe. is the adhikara net pratyaya comes in ardha dhatuke if you look at it if you look at see ardha it comes in the adhikara of pratyaya parasya dhatuho ardha dhatuke is the sutra vaitri it comes karmanyat We can come back later, Mahodaya, after clarifying it. Yeah, okay. Okay, so, because what I can find from here, it is that Chedya is Upagandha Lagu Padasya Cha. Because of that, Niyat is Ardha Dhatuka Pratyaya. Because Ardha Dhatukam Shesham, Sarva Dhatuka Ardha Dhatuka Yo, Upagandha Lagu Padasya Cha. Iti Kirtva, Upagandha Lagu Padasya Kirtva, Ikarasya Hrusva Ikarasya, गुणं भूत्वा छेद् भवति छेद् प्लस् न्यत् रैट् तकारस्य हलन्तं तु छेद्य भवति ओके इफ् इट् इस् सुगन्ध इट् इस् ओके बट् फार् यत् प्रत्यय देर् आर् सो मेनि सूत्राणि सो मेनि आर् देर् अण्डर् कृत्य वेर् दिस् आल् दिस् सेवन् आर् लिस्टेड् सिक्स् आर् लिस्टेड् वार्तिकम् इस् डिफ़्रेण्ट् There are so many sutras for yat. So, I think it must be yat. Still, I do not have much knowledge about this. No, acho yat is certainly for ajanta dhatus. Yat is one, certainly for ajanta dhatus. And por adupadat, por atupadat. So, See, and even Nyat also comes for various, there are also sutras for various other sutras for Nyat also. One more sutras at least I can see. The next one, 123 and then 124. For as, you, vap, rap, jap, so all those. Anyway, we'll come back to this later. Can I continue? Yes, Bhagini. Vapa yoga, sa yoga, chedya yoga, su iti alaugiya vigraha, chiddhatudaha, kutya satnaha kaha, net pratyaha vidiyade ched, chedya vidi kutya pratyandaha shabdaha nishpanaha bhavadi. Chiddha iti halanda dhaduhu, तस्मात् ऋ हलोर् नेत् इति सूत्रेण नेत् प्रत्ययः एव भवति अतः तत्र अजोन्यनिति इति सूत्रं न प्रवर्तते इति चिन्तयामि किमर्थमिति चेत् तत् हलन्तधातुः अस्ति अजन्तधातुः नास्ति तस्मात् नेत् प्रत्ययस्य अजन्तमस्ति चेदेव अचोनिति इति कार्यं करोति अत्र हलन्तधातुः अस्ति अत्र पुगन्धलघुपदस्य सूत्रं प्रवर्तते इति चिन्तयामि चेद् भवति चेद् योगः या छिद्यः छेद्यः भवति इति चिन्तयामि ऐ थिङ्क् देट् इस् द रैट् आन्सर् बिकास् इट् इस् नाट् एन् अजन्त समासे छेच इति सूत्रेण फस्तस्य सुगागमः भवति चे परे वादायोग तुक् योगः छेद्यं वादायोग त्वयोग छेद्यं वादच्छेद्यं वादत् छेद्यं चनान् दिशन्ते त्रयेण तकारस्य दकारः भवति स्तोश्चुनश्चुः इति सूत्रेण चुत्वं भवति चकार जकारः भवति तस्मात् घरिच इति सूत्रेण चत्वं भवति चकारः भवति छेद्यं भवति वादच्छेद्यम् इति पदं भवति अतः वादच्छेद्यम् इति समासः भवति कृत्यैर् अधिज्ञातवचने इति सूत्रेण धन्यवादः महोदय धन्यवादः भगिनि Gomdi Bhagini, what does Achuniti says? Vriddhi Bhavati Achaha Angasya. Right? Are you there? Gomdi Bhagini? Yeah, I am there. Ajanta Angasya Nimiti Vriddhi Bhavati. So either chid in the chid case it is not ajanta angam no it's not so that is why puganda lagupadasya will come correct amodya my doubt was not that puganda will work or not work that all is correct अर्थधातुकप्रत्ययः अस्ति कुबन्धलघुपतस्य च निमित्तम् अस्ति निमित्त एव्रिथिङ्ग् इस् ओके मै दिस् वन् वर्स् जस्ट् बिकास् ऐ नो वेरि सूपर्फिशियलि ऐ थाट् नित् अस्ति चेत् वृद्धिः भवति अतः अत्र यत् कार्यं भवति इति ऐ वास् थिङ्किङ्ग् बट् उषा भगिनी क्लारिफैड् इट् कम्स् ओन्लि वित् अजन्तधातुः अङ्गम् अथवा हलन्दम् अङ्गहलन्द अङ्गस्य न्यत् भवति अजन्तस्य यत् भवति एण्ड् बिकास् इट् इस् हलन्द अचोनिति विल् नाट् वर्क् हियर् बिकास् Achoniti will work only if it is a nit, it's a ajanta, ajanta angam. Okay, now spashtam asti. Sasti, okay. So, we'll stop here. Atrasagyama. Dhanyavada. Dhanyavada.